आकार चित्तानि नाहम् न च श्रोत्र जिह्वे न च ग्राण नेत्रे न च व्योम भूमि न तेजो न वायु चिदानन्द रूप शिवोऽहम् exist everywhere. I am Eternally, I am Sadashiva.